अस्तु, तर्हि अद्यतनविषयः अस्ति आत्मनेपदीनां धातूनां लट्लकारः. वयं जानीमः यत् धातवः द्विविधाः, नाम परस्मैपदिनः धातवः अपि च आत्मनेपदिनः धातवः सन्ति. एतावता आरम्भतः अभ्यासपुस्तके तत्र सामान्यतया वयं गच्छति, लिखति, पतति, पठति, शृणोति इति इमानि रूपाणि वयं जानीमः. तेषां धातूनां रूपाणि तत्र यत्र क्रियपदानि सन्ति तेषाम् अन्ते ति इति अस्ति, ति अत्र ते भवति. यत्र आत्मनेपदीधातुः अस्ति तत्र लट्लकारस्य अन्ते तत्र ते भवति, न तु ति. अस्तु, तर्हि अर्थः समानः किन्तु रूपं भिन्नं, तावदेव. अत्र पञ्चदशः पाठः अस्ति आत्मनेपदीनां धातूनां परिचयः लट्लकारः. अत्र अष्टचत्वारिंशत्तमे पुटे रूपाणि सन्ति. अत्र प्रथमम् उदाहरणमस्ति एध. इति धातुः नाम एदते नाम वर्धते, वर्धनम् अथवा गमनम्. एदते अपि तादृश अर्थः अस्ति, नो चेत् वर्धनमिति अर्थः. एदते प्रथमपुरुषे एदते. तर्हि अभिनवः महोदय कृपया पठतु प्रथमपुरुषे रूपाणि कानि. एदते, एदेते, एदन्ते. मध्यमपुरुषः एदसे, एदेथे, एदत्वे, एदत्वे. उत्तमपुरुषः एधे, एधावहे, एधामहे. अग्रे सर्वे मिलित्वा वदामः एकवारम्. एधते, एदते. मिलित्वा वदामः एधेते, एधेते, एधन्ते, एधन्ते, एधसे, एधसे, एधेथे, एधेथे, एधध्वे, एधध्वे, एधे, एधे, एधावहे, एधावहे, एधामहे, एधामहे. अस्तु, अग्रे अन्य धातु अस्ति सह धातुः, तत्र सहनम् अवगच्छति वा? सहनं, सहते, तर्हि एतदपि वदामः. सहते, सहते, सहेते, सहेते, सहन्ते, सहन्ते, सहसे, सहसे, सहेथे, सहेथे, सहध्वे, सहध्वे, सहे, सहे, सहावहे, सहावहे, सहामहे, सहामहे. अस्तु, समीचीनमस्ति. तर्हि प्रथमपुरुषस्य तत्र एकवचने बहुवचने केवलं भेदः अस्ति यत् ते अस्ति, न तु ति. गच्छति, गच्छन्ति. अत्र प्रकाशते, प्रकाशन्ते इति एव भेदः अस्ति. अनन्तरम् उत्तमपुरुषस्य एकवचने तत्र प्रकाशे, एधे, सहे, भजे इत्यादीनि रूपाणि सन्ति. इदानीं किं कुर्मः, यत् पाठस्य आरम्भे कथा अस्ति, तां कथां पठामः. अनेन कश्चन आस्वादः भविष्यति. सुब्रह्मण्यं महोदय कृपया पठतु. धातृमेलनम्. आत्मनेपदिनां धातूनां परिचयः लट्लकारः. पाण्डवाः वनवासम् आचरन्तः, बदरिकाश्रमम् आगताः. द्रौपद्या सहिता ते तत्र रमणीयेषु कानन प्रदेशेषु विहरन्त समन्ते रमन्ते द्रौपदी अपि विहरन्ति मोदते अस्तु तर्हि शनैः शनैः पश्येम पाण्डवाः वनवासम् आचरन्तः मदरीकाश्रमम् आगताः अत्र आचरन्तः वयं दृष्टवन्तः पूर्वं तत्र शत्रुप्रत्ययः अस्ति शत्रान्तरूपम् अस्ति यथा अहं गच्छन् वदामि तत्र अहं खादन् चलामि इत्यस्य बहुवचनान्तरूपम् अस्ति पाण्डवाः वनवासमाचरन्तः तस्मिन्नेव समये बदरीकाश्रमम् आगताः द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते द्रौपद्या इत्यस्य विभक्तिः का तृतीयविभक्तिः द्रौपद्या अत्र सहिताः नाम सः इति अर्थः सहिताः ते तत्र रमणीयेषु काननं नाम वनं प्रदेशेषु विहरन्तः रमन्ते तत्र विहरन्तः अपि शत्रान्तरूपमस्ति विहरति विहरति इति अर्थः स्पष्टः न विहरति विहरणं नाम आनन्दार्थं गच्छन् गमनं विहरन्ति हा एतादृशमस्ति विहरन्तः रमन्ते अवगच्छति वा रमन्ते नाम किं वदामः रमन्ते नाम आनन्दस्य अनुभवः रामशब्दः रम् धातोः आगच्छति रम् धातुः रमते रामः तत्र रमणीय इति अत्र रमणीयः नाम सन्तोषं जनयति सन्तोषजनक अनुभवः अस्ति मस्ति अस्तु नाम यत्र आनन्दः अस्ति आनन्दस्य अनुभवः अस्ति तत्र रमणीयेषु कारणप्रदेशेषु अत्र विभक्तिः का वचनं किं वचनं बहुवचनं तत्र रमणीयेषु इति विशेषणमस्ति काननप्रदेशेषु इत्यस्य विशेषणं नाम कीदृशेषु काननप्रदेशेषु उत्तरं किं रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते तादृशेषु काननप्रदेशेषु यत्र आनन्दः सुलभतया अनुभूयते रमणीयेषु enjoyable so it has nothing to do with the person na yatuhi atra karana pradeshasya visheshanam Okay, okay, okay, now. Visheshana. Asu, special. Hmm? Tatra karana pradeshaha kidashaha ramaniyaha. Ramaniyeshu karana pradeshesu viharantaha viharaha. Vihara api shabdhasti viharaha. Nama aranartham itastataha gamanam. Viharantaha ramante. Ramaniyeshu ramante. Tatra datu asti ram datu ubayatra. Ramaniyeshu ramante. Ram datu. Draupadi api viharanti modate. Viharanti eti strilinge shatrantarupam. Nama viharan. Pullinge viharan. Strilinge viharanti. Modate. Modate eti avagacchativa. Tatrapi tadishartahasti. Nama anu anandaha. Anandasi anubhavaha. So ramate eva. Ha, ramate eva. Modate raman ramate iti samanamastu. Vihara itikte. Vihara nama pravasaha. Touring etajartaha. Okay. Ha, astu. Tari agre. Santhya Bhagini agree. Ekada Draupadi Vayuna Ekada Draupadi Vayuna Anitam Ekam Sundaram Pushpam Irshyate Ikshate Ikshate Tat Saugandhikam Kamalam iti sa janite sa tadrashani adhikani pushpani kamayate ataha sa patim bhima senam prarthayate Bhavan yeta drushani anyani bahuni pushpani anayatu iti. Astu punha padatu. Ekada Draupadi vayuna anitam ekam sundaram pushpam ikshate. Ha, astu. Tari atra vayuna nama kīdaśam rūpam asti? Mūla rūpam kim? Vibhaktihi ka? Vayuna? Vayuhu tai tritiya vibhakti. Vayuhu tai jānti kalu? Vayuna namu vayoho shasti, vayoho dvara. Astu, vayoho dvara. Vayoho dvara anitam ekam sundaram pushpam ikshate. Ikshate nama pasyati. Nama iksh tatra netram iti artaha. Netram. Tari nirikshate. Vikshate, ikshate, bahutra bhavati, tatra kutrachit checking. Nama, when we check something, tatra netrena vayam pashyamaha kalu. Ataha, etad nama ikshtatoho karyam bahutra bhavati, etadrisham. Yada vayam pratikshate, pratiksha jayativa? Pratiksha mani waiting, nama waiting. Kintu tatra waiting, vayam kim kurmaha, yada vayam wait kurmaha. Pratiksha yada kurmaha, vayam pashyamaha. Tasya kasyachit agamanam, agamanartham, vayam pashyamaha. Ataha pratiksha, niriksha, निरीक्षा नाम पश्यति अथवा इन्स्पेक्टिङ्ग् इन्स्पेक्षन् निरीक्षा तत्र ईक्ष् इति दर्शनस्य सम्बन्धः नेत्रस्य सम्बन्धः अस्तु तर्हि अत्र पुष्पम् ईक्ष्यते वाक्यस्य अर्थः स्पष्टः वा भगिनि अर्थः कः न किम् अत्र किं भवति अत्र द्रौपदी सुन्दर पुष्पस्य सुन्दरं गन्धः अस्ति वा अत्र गन्धः अस्ति कुत्र सा सुन्दरं पुष्पम् अस्ति सा जानाति सौगन्धिकम् इति कश्चन नाम पुष्पविशेषः अस्ति पुष्पविशेषः अत्र सौगन्धिकं कमलमिति सा जानीते तस्य गन्धः नाम सम्यक् स्यात् किन्तु तस्य पुष्पस्य नाम तथा अस्ति कथं पुष्पम् आगतमस्ति वायुना आगतमस्ति वायुना आनीतम् एकं सुन्दरं पुष्पं पश्यति अग्रे तत् सौगन्धिकं कमलम् इति सा जानीते नाम सा जानाति नामः सौगन्धिकं नाम किम् नामः इति न भवति समीचीनमस्ति समीचीनमस्ति नाम कमलस्य पुष्पस्य नाम इति सा जानाति नाम ज्ञादातुः उभयपदिदातुः अस्ति जानाति जानीते अर्थः समानः तर्हि अत्र जानाति जानीते इति सा जानाति नाम अभिजानाति नाम रेकग्नैस् सा जानीते एतत् कमलं सौगन्धिकम् इति अस्ति अग्रे सा तादृशानि अधिकानि पुष्पाणि कामयते तत्र काम इति शब्दं जानाति वा कामः काम नाम इच्छा कामयते इत्युक्ते इच्छति सा तादृशानि अधिकानि पुष्पाणि इच्छति कामयते अग्रे अतः सा पतिं भीष्मसेना भीमसेनं प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति भीमसेनः गदापाणिः सन् प्रतिष्ठते ताम् एव दिशं गत्वा सः गन्धमादनप पार्वते सर्वत्र मृगयते सर्वे प्राणिनः तम सर्वे प्राणिनः तम कुतूहलेन निरीक्षन्ते अग्रे गतः भीमसेनः कदलीवनम् आलोकते यत् तत्र हनुमान् निद्रावशकः आसीत् सः स्वर्गद्वारम् आवृत्य शेते स्म अस्तु पुनः पठतु पश्येव किं तस्य अर्थः कः भीमसेनः गदापाणिः सन् प्रतिष्ठते भीमसेनः गदापाणिः सन् गदापाणिः इति संयुक्तपदमस्ति अत्र पदद्वयमस्ति गदा अपि च पाणिः पाणिः नाम हस्तः पाणिः इत्युक्ते हस्तः गदा नाम एवं करोति दण्डः हा दण्डः गदा तर्हि अत्र गदा पाणिः इत्यस्य सप्तमी एकवचनान्तरूपं किं कोऽपि वदति वा वयं कृतवन्तः पुनः वदतु सप्तमी एकवचने पाणि अत्र पाणिः इति तत्र भवितुमर्हति स्म स्त्रियां किन्तु अत्र पुल्लिङ्गशब्दः अस्ति षष्टि पञ्चमी च अत्र यथा सन्धिः सन्धौ पाणिः पाणौ इति सप्तमी पाणौ तर्हि अत्र गदापाणिः इत्यस्य अर्थः गदापाणौ यस्य सः अत्व्र बहुव्रीहिसमासः इति वदामः अत्र यस्य हस्ते गदा अस्ति सः यस्य हस्ते गदा अस्ति सः गदापाणिः यस्य हस्ते गदा अस्ति गदा नाम क्लब् मेस् तर्हि भीमसेनः गदापाणिः सन् नाम भीमसेनः कीदृशः गदापाणिः सन् इति शत्रन्तरूपं शत्रुप्रत्ययः गच्छन् हसन् खादन् सन् अहं बालकः हसन् गच्छति खादन् गच्छति सन् इति अस्ति इत्यस्य अस्ति इत्यस्य खादति इति खादन् अस्ति इति सन् भीमसेनः गदापाणिः पाणिः सन् प्रतिष्ठते नाम प्रस्थानं करोति प्रस्थानमिति जानाति वा डिपार्चर् प्रस्थानं प्रतिष्ठते हा नाम सर्वम् अत्र वर्तमानकालः अस्ति लट् लकारः लट् उत्तमे उत्तते इत्युक्ते किम् प्रस्थानं करोति प्रस्थानं करोति गच्छति किन्तु प्रतिष्ठा तिष्ठति ना ना ना प्रतिष्ठा इज इट सिमिलर टू दैट प्रतिष्ठा इति अस्य धातुः सा एव धातुः नाम स्था धातुः स्थादि धातुः अस्ति नाम तिष्ठति तिष्ठति प्रतिष्ठते प्रस्थानं प्रतिष्ठा धातुः समानः अस्ति धातुः समानः किन्तु अर्थभिन्नः अस्ति वार्ता एवं यत् संस्कृतभाषायां सामान्यतया यदि वयं कस्यापि शब्दस्य श्रोतः नाम कुतः आगतः वयं तस्य अर्थं बहुवारं वयम् अवगन्तुं शक्नुमः नाम प्रतिष्ठा इत्यस्य अर्थः किमर्थं प्रतिष्ठे इति अर्थः भिन्नः इति किमर्थमिति व्याकरणरीत्या वयं प्रायः अवगन्तुं शक्ष्यामः कुत्रचित् प्रयोगः नाम तत्र योगार्थः अपि च रूढार्थः इति अर्थद्वयमस्ति योगार्थः रूढार्थः योगार्थः इत्युक्ते शब्दस्य तादृश अर्थः यः व्याकरणरीत्या तस्य शब्दस्य अवयवाः अवयवशब्दं जानाति वा अवयवः शब्दस्य अवयवाः के इति ज्ञात्वा वयम् अवगन्तुं शक्नुमः नाम योगार्थः अनन्तरं रूढार्थः रूढि इति जानाति वा परम्परा एवमेव परम्परया केचन अर्थाः नाम यकोपि शब्दः अस्ति यकोपि शब्दः अस्ति संस्कृतस्य शब्दकोशे विंशति अर्थाः भवितुमर्हन्ति तत्र केचन अर्थाः योगार्थाः केचन अर्थाः रूढार्थाः योगार्थाः रूढार्थाः योगार्थाः नाम शब्दस्य शब्दे के भागाः सन्ति तान् भागान् दृष्ट्वा अवगत्य वयं ज्ञातुं शक्नुमः ओ अतः तस्य अर्थः तथा अनन्तरं गच्छता कालेन समयस्य यापनेन नाम गमनेन केचन अर्थाः एवमेव परम्परया इतिहासे एवमेव नूतनार्थः जातः तस्य शब्दस्य आकृतिं दृष्ट्वा वयं ज्ञातुं न शक्नुमः किमर्थम् इति रूढार्थः अवगच्छति वा भवान् वदतु अहं किम् उक्तवान् भवान् बोधयतु बहवः शब्दाः सन्ति न बहवः शब्दाः सन्ति यस्य अर्थः वयं शब्दस्य विभागं कृत्वा वयं ज्ञातुं शक्नुमः एतत् योगार्थः तत् स्पष्टं रूढार्थः रूढार्थ तानि शब्दानि सन्ति ते शब्दाः सन्ति यस्य अर्थः समयस्य येषाम् अर्थान् समयस्य गमने विभिन्नं भवति नाम आरम्भे बहु पूर्वं यः कोऽपि शब्दः अस्ति निरीक्षा इति शब्दः आरम्भे तस्य प्रत्ययः कः धातुः कः इति दृष्ट्वा तत्र अर्थः जातः निरीक्षाशब्दस्य अर्थः तादृशं नाम निर् इक्ष् धातुः तत्सर्वं दृष्ट्वा तस्य अर्थः नाम योगार्थः जातः आरम्भे. अनन्तरं समयस्य गमनेन एवमेव एकस्मिन् दिने नूतनार्थः जातः. अस्तु अस्तु. एवमेव जातः नाम शब्दस्य आकृतिं दृष्ट्वा न एवमेव नूतनार्थः आगतः. तद् परम्परा परम्परया. अस्तु. इत्युक्ते कारणं नास्ति तथा. ओ कारणं नास्ति नाम व्याकरणरीत्या कारणं वयं वक्तुं न शक्नुमः. वयम् इदानीं वक्तुमेव न शक्नुमः कथं, किन्तु नूतन अर्थः जातः इति रूढार्थः अस्ति. तत् व्याकरणरीत्या वयम् अवगन्तुं न शक्नुमः. कथञ्चित् नूतनार्थः जातः. अतः वदामि यत् प्रतिष्ठा, यथा प्रतिष्ठा, प्रतिष्ठा इति अस्य अर्थः प्रतिष्ठा. तत्र अहं चिन्तयामि स्थापितं प्रतिष्ठा इति अपि वयं कथञ्चित् वयं प्रायः योगार्थः स्यात्, प्रायः रूढार्थः न स्यात्. अहं चिन्तयामि यत् प्रतिष्ठा नाम यस्य यस्य नाम स्थापितं जातमस्ति, नाम स्थापितं जातमस्ति समाजे, किं कश्चन प्रसिद्धिः जातः, अतः तस्य एवं प्रतिष्ठा नाम प्रेस्टीज् अहङ्कारः एतत् भवितुमर्हति. अथवा एस्टाब्लिश्ड् नाम भिन्नभिन्नरीत्या तस्य प्रयोगः भवति. किन्तु अत्र प्रतिष्ठे नाम डिपार्चर्, प्रतिष्ठा नाम प्रेस्टीज् अस्तु तु भिन्नमस्ति, भिन्नमस्ति खलु. तु सः पृच्छति नाम तत्र कथं भवति. वयम् अनुमानं कर्तुं शक्नुमः कथं स्यात्. मम चिन्तनमस्ति यत् भिन्नभिन्नरीत्या योगार्थः द्वयमपि स्यात्, योगार्थः रूढार्थः न स्यात् प्रतिष्ठा इति अहं मन्ये. तद् द्रष्टव्यमस्ति कथं कथम् अभवत्. किन्तु प्रतिष्ठा तत्र स्थापनं यथा मया उक्तम्. इदानीं भवान् वदति यत् धातुद्वयम् अस्ति वा? न न न, धातुः एक स्था धातुः एक एव धातुः, एक एव धातुः अस्ति. तत्र अर्थः भिन्नः. एकः धातुः एकस्य अर्थ एकस्य धातोः बहव अर्थाः भवन्तुम् अर्हन्ति. अस्तु अस्तु, अग्रे गच्छेम. अवगच्छति वा? आम् अवगच्छामि. तर्हि अग्रे पठतु. ताम् एव दिशं दिशं गत्वा सः सः अत्र दिशम् इत्यस्य लिङ्गं किं, मूलशब्दः कः? अहं अर्थः न जानामि. शब्द शब्दं न दिशा इति जानाति? दिशा सन्ध्या भगिनी जानाति दिशा? भवान् जानाति अर्थः कः? डैरेक्षन्, डैरेक्षन्. किन्तु अत्र दिशा हिन्दीभाषायां वयं दिशा इति वदामः. अत्र भिन्नशब्दः अस्ति, भिन्नशब्दः अत्र दिक् इति शब्दः. तस्य मूलरूपं किं? प्रायः सकारान्त शब्दः अस्ति दिश्, दिक् दिशो दिशः, दिशं दिशो दिशः, दिशा एवं दिक् दिग्भ्यां दिग्भिः, दिशे दिग्भ्यां दिग्भ्यः, दिशः दिग्भ्यां दिग्भ्यः, दिशा दिशो दिशां, दिशि दिशो दिशु दिक्षु. तर्हि अत्र दिक् बङ्ग्ला तु दिक् भवन्ति, दिक् वदन्ति खलु, दिक् इति वदन्ति. तत्र प्रथमाविभक्तेः रूपमस्ति दिक्. शब्दः दिश् सकारान्तशब्दः अस्ति दिश्. लिङ्गं किं वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः तस्य लिङ्गं किम् तां दिशं तर्हि स्त्रीलिङ्ग सत्यं विभक्तिः द्वितीया स्त्रीलिङ्गे द्वितीयविभक्तिः अस्ति तामिति दृष्ट्वा वयं जानीमः यतोहि तां दिशमित्यस्य विशेषणं विशेषणविशेषभावः अस्ति तामेव दिशं गत्वा अग्रे सः गन्धमादन पर्वते गन्धमादन पर्वते पर्वतः इति जानाति खलु पर्वतः माउण्टेन् इत्यस्य नाम अत्र गन्धमादन इति पर्वतस्य नाम गन्धमादन पर्वते सर्वत्र मृगयते मृगयते अन्वेषणं करोति अन्वेषणं करोति सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते कुतूहलम् इति जानाति वा कुतूहलम् कुतूहलम् जिज्ञासा जिज्ञासा ज्ञातुमिच्छा तत् किम् ओ ओके सो तस्य नो प्राणी नेः पशवः प्राणी नाम पशु तेषां क्यूरियासिटि सत्यं कुतूहलमिति इतूहलं कुतूहलं कुतूहलम् इत्युक्ते क्यूरियासिटि ओके निरीक्षते अग्रे गत्वा निरीक्षन्ते नाम निरीक्षन्ते ईक्ष् अस्ति खलु ईक्ष् ईक्ष् पश्यन्ति सर्वे प्राणिनेः पश्यन्ति एव एवं सर्वे प्राणिनः किं तं तं कम् भीमसेनं कुतूहलेन निरीक्षन्ते अग्रे अग्रे कतः भीमसेनः कदलीवनं कदली इति जानाति वा कदलीफलं फलं कदलीफलं ओ बनाना तादृशं वनं यत्र कदलीवृक्षाः सन्ति तादृशं वनं यत्र कदलीफलस्य वृक्षाः सन्ति आलोकते भीमसेन आलोकते पश्यति पश्यति तत्र हनुमान् निद्रा लोक अपि अति नेत्रम् इति अर्थः ईक्षा अपि नेत्रं लोक अपि नेत्रम् तत्र हनुमान् निद्रावशगः आसीत् अवगच्छति वा निद्रां करोति स्म निद्रावशगः निद्रा वश वश वश इति शब्दं जानाति वा वश भगिनी जानाति वा अत्र नाम अत्र निद्रा वश नाम हिन्दी तत्र भारतीयभाषासु सामान्यशब्दः अस्ति वश वश नाम तस्य नियन्त्रणे क्याप्चर्ड् बै ओ अस्तु निद्रा captured by under the spell of sleep captured by sleep okay nidra vasha gaha gaha nama nidra vasha gaha गह नाम गच्छति नाम तस्याम अवस्थायाम गतवान तत्र हनुमान कीदृशः यः निद्रायाः वशे गतवान निद्रावशगः आसीत् अग्रे सः स्वर्गद्वारम् आवृत्य शेते स्मः स्म आवृत्य आवरणम् आवरणम् आवरणम् नाम आवरणम् नाम किमपि तत्र किमपि अस्ति अहं किमपि स्थापयामि तत्र आवरणम् अस्ति तत्र कम्बलस्य कम्बलमपि आवरणं वस्त्रस्य आवरणं भवितुम् अर्हति कवरिङ्ग् आवरणं तत्र आवृत्य इति तस्य ल्यप् वृत् इति धातुः आवृत्य ल्यप् आवरणं कृत्वा सः स्वर्गद्वारम् आवृत्य सः स्वयं हनुमान् द्वारस्य आवरणं स्वयम् आसीत् ओ अस्तु अस्तु शेते स्म शेते स्म शेते स्म अस्तु अभिनवमहोदय अग्रे पठतु भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते ततः भाषते च किमर्थं सुखसुप्तं मा प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति अस्तु पुनः पठतु महोदय भीमसेनः तस्य समीपं गत्वा सिंहनादं तस्य समीपं हनुमानस्य समीपं गत्वा हनुमतः हनुमतः समीपं गत्वा सिंहनादं कुरुते सिंहनादं नाम गर्जनं कुरुते कुरुते नाम यथा ज्ञा धातुः जानाति जानीते इति उभयपदी धातुः परस्मैपदीरूपम् अस्ति आत्मैपदीरूपम् अस्ति अत्र करोति कुरुते कृ धातुः आत्मनिपदे उभयपदे धातुः अस्ति अत्र आत्मनिपदिरूपम् अस्ति तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते लोचने ईषद् उन्मील्य स्मयते नाम इत्युक्ते स्मयते इत्युक्ते किमर्थमस्ति स्मयते नाम हसति इति न किञ्चित् नाम हसनं न नाम नाम स्मरति मुस्कुराः ततः भाषते च तर्हि लोचने ईषत् उन्मील्य स्मयते लोचने ईषत् उन्मील्य नयनं उद्घाट्य नाम अत्र लोचने इत्यस्य वचनं किम् लोचने विभक्तिः का सप्तमी न अन्य कोऽपि वदति वा विद्या सन्ध्या सप्तमी नास्ति कुत्र स्म पुनः लोचने लोचने तदा हनुमान लोचने ईषद उन्मील स्मयते लोचनमस्ति नेत्रम लोचनमपि नेत्रम इति अर्थः तर्हि विभक्तिः वचनम् द्वितीयविभक्तिः द्विवचनमस्ति वनमने वनानि वनमने वनानि अस्तु लोचने द्वितीयविभक्ति कर्मपदं कस्य कस्य कर्मपदमस्ति किमर्थं कर्मपदम् लोचने द्वितीयविभक्ति कर्मपदम् कर्मपदम् अस्ति वा न नो तदा हनुमान् लोचने उन्मिलित्य आम् कर्मपदमस्ति कस्य हनुमान् करोति किं करोति लोचने उद्घाटयति तर्हि लोचनं कर्मपदमस्ति कस्य कर्मपदम् अत्र कस्य उन्मील्य उन्मील्य उन्मील्यति अस्य कर्मपदम् उन्मील्यति अस्य कर्मपदम् तस्य कर्मपदम् ईषद् नाम किञ्चित् ईषद् नाम किञ्चित् तदा हनुमान् लोचने ईषद् उन्मील्य स्मयते तर्हि उन्मील्य तस्य विपरीतरूपमस्ति निमील्य निमील्य उन्मील्य उन्मील्य स्मयते अग्रे ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि किमर्थं सुखसुप्तं यः सुखेन सुखेन सुप्तं निद्रावस्थायां मां प्रबोधयसि प्रबोधयसि अत्र इत्युक्ते जागरयति जागरयति त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते वर्तते नाम अस्ति अस्ति अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते न विद्यते विद्यते नाम मन्य अत्रापि अस्ति न भवति नास्ति नास्ति न भवति अत्र भवति अस्ति वर्तते विद्यते एतत् सर्वं समानमस्ति अस्तु अग्रे तदा भीमसेनः ब्रूते ब्रूते नाम वदति अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि त्वम् उत्तिष्ठ मार्गं प्रयच्छ इति त्वम् उत्तिष्ठ मार्गं प्रयच्छ अत्र लकारः रूपं किम् उत्तिष्ठ प्रयच्छ लोट् लकारः अस्ति लोट् लकारः अस्ति बहु समीचीनमस्ति त्वम् उत्तिष्ठ नाम आज्ञार्थः आज्ञवाच लोट् लकारः गच्छतु गच्छतु तत्र गच्छतु गच्छतां गच्छन्तु गच्छ गच्छ उत्तिष्ठतु उत्तिष्ठ इति त्वम् आदेशः त्वम् उत्तिष्ठ प्रयच्छ इति अग्रे हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्थात्यु मम शक्तिः न विद्यते उद्धातुं मम शक्तिः न विद्यते यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति अग्रे तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने तव लंघनेन तस्य अवमाननं कर्तुं न उत्साहे अन्यथा हनुमान सागरं इव त्वां लंघयित्वा गच्छेयम् इति अस्तु पुनः पठतु हनुमान वदति अहं व्याधिपीडितः अस्मि व्याधिपीडितः अस्मि व्याधि इति जानाति रोगः रोगी रोगः यस्य रोगः अस्ति जानाति वा भगिनि रोगः व्याधिः यस्य स्वास्थ्यं सम्यक् नास्ति आरोग्यं नास्ति तत्र रोगः अस्ति अथवा व्याधिः अस्ति व्याधिपीडितः पीडितः इति जानाति वा इन्जर्ड् अत्र व्याधिना तृतीयविभक्ति व्याधि इति तृतीय व्याधिना व्याधिना पीडितः Body is injured because of illness. Or plagued by. Okay. Vyadhina piritaha. Vyadhi piritaha. Aham vyadhina piritaha asmi. Agre? Ataha utthatum mama shaktihi na vidyate. Swayam. Swayam utthatum. Na mama daurbalyam asmi. दौर्बल्यम् अस्ति अवगच्छति स स्वयं उत्थातुं न शक्तुं न शक्नोति अग्रे यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति अत्र लङ्घयित्वा नाम लङ्घ इति धातुः तत्र लङ्घते जानाति खलु लङ्घनम् एवं न उपधिगमनं न लङ्घनम् ओ लङ्घनम् एवम् अस्ति नाम सः अस्ति सः वदति अहम् उत्थातुं न शक्नोमि यदि भवान् अग्रे गन्तुमिच्छति तर्हि मम उपरि लङ्घनं करोतु शशः एवं करोति अग्रे तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने नाम परमात्मा देहं व्याप्य देहं नाम शरीरं व्याप्य अवतिष्ठते नाम तिष्ठति नाम अस्ति व्याप्य नाम परमात्मा देहं व्याप्य अवतिष्ठति नाम परमात्मा शरीरे अस्ति सर्वत्र अस्ति शरीरे अपि अस्ति नाम हनुमतः शरीरे अपि अस्ति परमात्मा अग्रे तव लङ्घनेन तस्य अवमाननं कर्तुं न उत्सहे नाम किं वदति परमात्मनं लङ्घनेन मम उत्साहं न नाम अत्र पुरतः हनुमान् अस्ति किन्तु वदति भीमसेनः किं वदति सर्वे परमात्मा अस्ति अतः भवतः उपरि गमनं तत्र अवमाननमस्ति नाम समीचीनं नास्ति अवमानम् अवगच्छति नाम सम्माननम् इति जानाति वा मान नाम रिस्पेक्ट् आदरः आदरः आदर तत्र नास्ति तत् तस्य विरोधे अस्ति अवमाननम् माननं नाम आदरः अवमाननं नाम अनादरः अस्तु अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति anyata hanuman sagaram eva tvam yadi hanumantah sagara langanam sagaram krutva tataha aham langanam karoti karomi gacchami iti astu yadi हनुमान सागरम सागर लंघनम की हाँ हाँ अस्तु तेरी संध्या भगिनी अग्रे हनुमान पृच्छति कः सः हनुमान नाम अत्र प्रश्न अस्ति नाम किं वदति अत्र भीमसेनः वदति अन्यथा हनुमान सागरम इव त्वाम हनुमान सागरम इव त्वाम लंघयित्वा गच्छेयम् इति तर्हि अनेन वयम् किम् अवगच्छामः अत्र भीमसेन मर्कटम् अवगच्छामि हनुमान् न इति भीमसेन हा मम भीमसेनः न अवगच्छति यत् अयं हनुमान् स्वयं न जानाति केवलं मर्कटं जानाति हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति हनुमान् मम भ्राता रामायणे सः अतिविख्यातः रामपत्न्याः सीतायाः अन्वेषणाय सः शातयोजना विस्तृतं सागरं लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमान वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति पुनः पठतु हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति हनुमान् मम भ्राता रामायणे सः अतिविख्यातः नाम अतिप्रसिद्धः रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजना विस्तृतं सागरं लङ्घितवान् अवगच्छति वा योजना इति जानाति वा शतयोजना योजना नाम यथा मैल् तत्र मापनमस्ति त्रयोदश किलोमीटर् इति मन्ये यथा रामपत्न्याः सीतायाः अन्वेषणाय इत्यस्य का विभक्तिः चतुर्थी अन्वेषणार्थम् अन्वेषणाय सः शतयोजना विस्तृतं तावत् बृहत् सागरं लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः अतः अवगच्छति वा अहमपि बले बलं नाम जानाति वा बले का विभक्तिः अस्ति सप्तमी एकवचनं बले पराक्रमे युद्धे च पराक्रमः यत्र सङ्घर्षः अस्ति यत्र आक्रमणमस्ति युद्धे युद्धं जायते खलु तो पराक्रमे तादृशमस्ति पराक्रमे युद्धे च तेन तुल्यः नाम तस्य समानं वर्ते अस्मि वयं दृष्टवन्तः खलु वर्तते वर्तेते वर्तन्ते उत्तमपुरुषे वर्ते वर्तावहे वर्तामहे वर्ते अस्मि खलु वर्ते तेन तुल्यः वर्ते अहम् इति तुल्यः नाम समानं तुलना शब्दं जानाति वा तुल्यः नाम कम्पेरिसन् तुल्यः नाम तुल्यनाम यत्र तुलनाम कम्पेरिसन् तुल्य योग्यता अस्ति नाम कम्पेरेबल् तुल्यः तेन तुल्यः वर्ते इति अभिमानेन सह साभिमानं जानाति वा अभिमानं नाम प्रतिष्ठा प्राउड्लि साभिमानं वदति भीमसेनः अग्रे अन्ते मार्गं प्रयच्छ इति पुनरपि वदति मार्गं प्रयच्छ यच्छ नाम नाम यच्छति नाम ददातु मार्गं ददातु यच्छति नाम ददाति सरेण्डर् द पाथ्वे प्रयच्छ इति पुनरपि वदति अस्तु भगिनि क्षम्यताम् हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति त्वमेव अनुकम्पया एतत् पुच्छम् अपसार्य गच्छ इति पुनः पठतु हनुमान् वदति जरया जरया नाम मूलशब्दः अस्ति मूलशब्दः जरा नाम वार्धक्यम् यः अशीतिवर्षीयः अस्ति नवतिः वर्षीयः अस्ति वृद्धः यः वृद्धः जरया मम उत्थातुं शक्तिः नास्ति तर्हि सः वदति अहं वृद्धः अस्ति मम शक्तिः अहं वृद्धः अस्मि मम शक्तिः अतः मम शक्तिः नास्ति त्वमेव सहानुभूतिः सहानुभूतिः इत्युक्ते अनुकम्पा सहानुभूतिः इत्युक्ते शक्तिः न अनुकम्पा नाम तत्र दया दया ओ दयया त्वमेव अनुकम्पया एतत् पुच्छम् पशुः वानरस्य पुच्छं भवति पुच्छं अपसार्य गच्छः गच्छ इति अप उपसर्गः तत्र ल्यप् अस्ति अपसार्य सरति सारयति गच्छति गमयति सारयति इत्युक्ते सरति नाम गच्छति सरति गच्छति गमयति तत्र अणिच् प्रेरणार्थे पठति पाठयति पठति पाठयति गच्छति गमयति सरति सारयति ओ एवं तर्हि अस्तु अपसार्य अपसार्य गच्छ इति भीमसेनः पूज्ये गृहीत्वा पुचे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसि चिन्तयति इति मनसा चिन्तयति ततः सः अवज्ञया वामहस्तेन पुच्छं ग्रहीतवान् पुनः भीमसेनः पुच्छे ग्रहीत्वा का विभक्तिः अस्ति पुच्छे सहायं सन्ध्या भगिनि सत्यमि तु अस्ति किमर्थम् एवं अर्थः कः अहं यद् मम अहं गृहीत्वा अस्ति न तर्हि किमर्थं द्वितीया नास्ति कोऽपि वदति वा अत्र प्रायः वयं कृतवन्तः इति अहं मन्ये तत्र किमस्ति यत् यत्र शरीरस्य अवयवः अस्ति शरीरस्य भागः अस्ति अस्तु तत्र वस्तुतः भीमसेनः हनुमन्तं गृहीतवान् हनुमन्तम् इति अस्ति द्वितीय कुत्र गृहीतवान् पुच्छे यत्र अवयवः अस्ति भागः तत्र शरीरस्य ग्रहणं भवति चेत् सप्तमी अस्ति यतोहि शरीरं गृहीतवान् कुत्र हस्ते अत्र पुच्छे भीमसेनः हनुमन्तं पुच्छे गृहीत्वा एतं वारणं वानरम् एतं वानरं यमसदनं प्रेषयामि यम इति जानाति खलु चिन्तयति अहं करोमि चेत् अहं म्रियते भीमसेन पूच्छे गृहीत्वा किं चिन्तयति हनुमतः भीमसेनः पूज्ये गृहीत्वा etam vanaram. No, vanaram prayaham. Nama Hanuman. Saha prayaha. He thinks that if I move him like that. Kopi lavaha nasti. Kim asti atra? Sahayam karoti mohane? Etam vanaram. Kim chintayati saha? Pucche grahitva aham etam vanaram mariyami. Mariyami iti chintayati. Mariyami, okay, asti. Iti yama graham iti prashanam nama maranam. Iti manasa ati ka vibhaktihi? Manasa tritiya. Iti manasa chintayati. Tataha saha avajna. Atra manasati atra vayam nakrituvantah tavata. Tatra letra halanta padam asti. Vayam vibhakti vyavastham vayam janimaha yatra ajanta padam asti. Nama akaranta rama shabdaha. Atva lata nadi yatra ante swara asti tat vayam janimaha. Atra bhagini kinchide topi gatavati atah sa janati atra manasati sakaranta padam asti tasya tritiya asti manasa. Tataha saha avajna. Avanyanya. Anadare. Anadare. Adaraha. Adarena vina. Adarena vina. Vamahastena. Pucham. Grahitavan. Kim? Agree. Kintu tat pucham. Kinchidapi na kampate. Aduna bhimsenaha bahubhyam puccham utchetum prayatate. Tathapi puccham na kampate. Bhimsenasya shariram svityate. Punaha punaha prayatnenapi saha vifilaha jayate. Saha nitram lajjate. Ante saha hanumantam namaskritya prarthiyate kapi sardula mam chamtam vanar rup drik bhavan siddha devah gandharva va kah iti vadatu aham shishivat bhavantam prachami krapya vadatu iti. Asupunha aduna bhimsenaha bahubhyam puccham kintu tat puccham kinchidapi na kampate. Na kampate nama kampanam na karoti. Kampate na kampate kinchidapi na kampate janati kampanam nama etadrisham asti. Kampanam api na bhavati kinchidapi na gacchati kampanam api na. Aduna bhimsenaha bahubhyam puccham utcheptum prayatate. Aduna bhimsenaha bahubhyam balen. Bahubhyam. Bahu. Bahubhyam etyasya vachanam vibhakti. Dvi vachanam. Vibhakti hi? Shashti. Tritiya vibhakti asti. Vastutaha tritiya chaturthi panchami api asti. Bahubhyam tatra asmabhihi drashtavyam tasya artaha kaha tritiya chaturthi panchami. Rupam samanam. Atra tritiya. Puccham utcheptum prayatate. Prayatate prayatnam karoti. Chishtam karoti. Prayatate. Prayatnam. Karoti. Tathapi puccham na kampate. Bhimsenasya shariram svidyate. Svidyate nama? Sharira svedanam. Svedanam. Satyam. Svedanam. Svedanam? Yatra jalam agasati. Sharire jalam. Bahu prayasa agarva jalam agasati. पुनः पुनः प्रयत्ने नापि सः विफलः जायते. पुनः पुनः प्रयत्न करोति अतः सः तदापि सः विफलः न विफलः विफलः भवति. उर्दू नास्ति अत्र बहु विफलः विफलः नाम फलं नास्ति. सः विफलः नाम अत्र वस्तुतः अत्र स नियुक्तफलमस्ति वि उपसर्गपूर्वकः फलं. तत्र फलमिति अस्य लिङ्गं किं नपुंसकलिङ्गशब्दः तु नपुंसकलिङ्गशब्दः. तर्हि अत्र कथं पुल्लिङ्गशब्दः विफलः सः विफलः. अत्र विफलम् इति विशेषणम् इदानीं विशेषणमस्ति तस्य पुरुषस्य अतः पुल्लिङ्गे अस्ति विफलः. सः नितरां लज्जते. भीमसेनः अत्यधिक लज्जति नाम लज्जा. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपिशार्दूल मां क्षमतां वानररूपधृक् भवान् सिद्धः देवः गन्धर्वः वा कः इति वदतु. स्पष्टमस्ति वा भगिनि? लज्जते नाम लज्जा जानाति वा? लज्जा लज्जा नाम किं वदामः, यत्र लघुबालिका अस्ति बहवः जनाः सन्ति इत्युक्ते सा तु नाम लज्जा भवति सा सर्वेषां लज्जते. अन्यत् किमपि लज्जते. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते वानरूपधृक् धृक् नाम धरति धरति भवान् सिद्धः. अग्रे देवः देवः गन्धर्वः सिद्धः वा कः इति वदतु. भवान् कः अस्ति इति वदतु. अहं शिष्यवत् भवन्तं पृच्छामि. शिष्यवत् वत् नाम इव शिष्य इव शिष्य इव इव एव न इव शिष्य इव शिष्य इव शिष्य इव वत् नाम इव इव वान् जानीमः खलु इव वत् कृपया वदतु इति. अस्तु महोदय. तदा हनुमान् स्वस्य परिचयम् उक्तवान्. भीमसेनः भक्त्या तं नमस्कृतवान्. हनुमान् प्रीत्या तम् आलिङ्गितवान्. ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः भवतः अभवत्. पुनः तदा हनुमान् स्वस्य परिचयम् उक्तवान्. स्पष्टं स्यात् भगिनि? परिचयः परिचयं न जानाति. परिचयः प्रथमं दिनं यदा वयं न जानीमः तत्र परिचयः भवति. मम नाम, भवतः नाम, भवत्याः नाम. भीमसेनः भक्त्या तं नमस्कृतवान्. हनुमान् प्रीत्या तम् आलिङ्गितवान्. आलिङ्गितवान् सर्वे जानन्ति खलु आलिङ्गनम्. ततः सः भीमसेनस्य प्रार्थनम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् अङ्गीकृत्य अङ्गीकरणम् स्वीकरणम् ततः सः भीमसेनस्य प्रार्थनम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्. स्पष्टं स्यात् कोऽपि प्रश्नः? सन्ध्या भगिनी वदतु. स्पष्टीकरोतु. रामावतार समये हनुमत् शरीरं विशालं भवति, तत् शरीरं पुनरपि दृष्टवान्. विश्वरूप हनुमान् विश्वरूपं तादृशं विशालं शरीरं दर्शितवान्. अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्. अनुगृह्णाति, जानन्ति वा अनुगृह्णाति? स्वीकृत्य न न अत्र भिन्न अर्थः, भिन्न अर्थः जानन्ति वा? गृह्णाति अनुगृह्णाति, अनुगृह्णाति ग्रेस् अनुगृह्णाति. आशीर्भिः अनुगृह्य ग्रेस् विद् हिस् ब्लेसिङ्ग्, आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्. अन्तर्हितः नाम अन्तर्हितः नाम तदानीं न द्रष्टुं शक्नोति स्म, न द्रष्टुं शक्नोति स्म, डिसपियर्ड् अन्तर्हितः अभवत्. तृतीय लैन् इति पङ्क्त्यां पङ्क्तिः पङ्क्तिः इति साभिमानं वदति भीमसेनः. साभिमानं किमर्थं द्वितीया विभक्ति अस्ति? यत्र क्रियविशेषणमस्ति सामान्यतया, सामान्यतया यत्र क्रियविशेषणमस्ति, क्रियाविशेषणम् इत्यु क्रियविशेषणं, तत्र रूपद्वयमस्ति. तृतीयविभक्तिः सन्तोषेण, अहं सन्तोषेण कार्यं करोमि, अथवा ससन्तोषं द्वितीय. किन्तु भीमसेनः प्रथमविभक्ति न सत्यं. भीमसेनः वदति साभिमानं किमर्थं द्वितीय विभक्ति अस्ति? तदेव अहम् उक्तवान्, तदेव अहम् उक्तवान् यत् क्रियाविशेषणम् अत्र वदति. ओ न, क्रियाविशेषणम् अस्ति, द्वितीय अथवा तृतीया. तदेव अहं वदामि यत् संस्कृतभाषायां यत्र क्रियाविशेषणम् अस्ति तत्र तृतीयविभक्तिः भवति अथवा द्वितीयविभक्तिः भवति, द्वयमपि अस्ति. नाम अभिमानेन, अभिमानेन इति साभिमानं, साभिमानेन इति भवितुमर्हति स्म, साभिमानमपि भवितुमर्हति. अस्तु, साभिमानेन साभिमानं सामान्यमस्ति. अस्तु, अन्य कोऽपि प्रश्नः अस्ति? अस्तु, इति आचार्यपदिरूपाणि वयम् अत्र बहुत्र वयं दृष्टवन्तः. तत्र अर्थभेदः नास्ति, केवलं रूपभेदः अस्ति, केवलं रूपभेदः अस्ति. अतः अस्मिन् सप्ताहे किञ्चित् मनसि स्थापयन्तु, नाम सहते सहेते सहन्ते सहसे सहेथे सहद्वे सहे सहावहे सहामहे इति मनसि भवति चेत् सौकर्यं भविष्यति. रूपाणि कथं भवन्ति इति तत्र किञ्चित् अभ्यासः भवति चेत् बहु समीचीनं. नाम अस्मिन् अध्याये किञ्चित् अग्रे गच्छति चेत् बहु समीचीनमस्ति. एतत् सर्वं वयं करिष्यामः, किन्तु स्वस्य अभ्यासः भवति चेत्, यतोहि बहु दीर्घः नास्ति, किञ्चित् अग्रे गच्छति चेत् येन नाम तत्र प्रथमाभ्यासः द्वितीयाभ्यासः इति इति किञ्चित् कार्यं करोति चेत् तत्र नाम मनसि धाराप्रवाहः भविष्यति, धारा भविष्यति आत्मनिपरिधातूनाम् अस्तु इति गृहपाठः. नमस्कारः.